नमस्कारः. तव्यत् तुमन् पृच् इति करपत्रम् अनुवर्तते. मणि महोदय, कृपया आरम्भं करोतु. महोदय, पृच् तव्यत् तुमन् निधानार्थम् इति सूत्राणि इत्यारम्भे पठतु महोदय, कृपया क्षम्यतां. पठामि महोदय. तृच् प्रत्ययः नूल् तृचौ सर्वेभ्यः धातुभ्यः नूल् तृच् च विहितौ विहितौ कर्तरि कृत् इत्यनेन कर्तृत्वे एतौ प्रत्ययौ भवतः. नूल् च तृच् च द्वयोरुत्तरेतरद्वन्द्वः नूल् तृचौ. नूल् तृचौ प्रथमान्तम् एकपदम् इदं सूत्रं धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं धातोः नूल् तृचौ प्रत्ययो परौ. नूल् तृचौ सूत्रं वदति नूल् तृच् सर्वेभ्य धातुभ्यः सह सर्वे दातः सह नूल् तृचौ विहितः. इदानीं कर्तरीकृत् इति सूत्रेण कर्तर्तके भवति चेत् प्रत्ययः भवतः. तुमुन् अपि तृच् अपि प्रत्ययः भवतः इति अत्र दत्तम्. अनुवृत्तिसहितसूत्रं धातोः नूल् तृचौ प्रत्ययो परौ. किमपि धातुः अस्ति तत्र नूल् तृचौ भवति चेत् तत्र नूल् तृचौ प्रत्ययो भवति इति नूल् तृचौ इति सूत्रेण. अग्रे पठामि. अयं तृच् प्रत्ययः कर्तते इति उक्तम्. अनेन ज्ञायते यत् यस्मात् धातोः तृच् विधीयते अनेन यः शब्दः निष्पन्नो भवति सः तस्य धातोः अर्थे कर्ता इति. यदा कृ योः तृच् हलन्त्यं तस्य लोपः इति अभ्यां चकारस्य इत्थं च लोपः च. कर्तृयोः सु कर्ता, पट्योः तृच् पठिता. अत्र कर्तृ कर्तृत्वे के भवति चेत् तृच् अत्र धातोः कर्ता इति भवति. अतः कृयोः तृच् चकारः लोपो भवति हलन्त्यं तेन समिका अनन्तरं लोपो भवति. कर्तृयोः सु कर्ता इति भवति. अहं चिन्तयामि अन्यत् सूत्रम् अधः दत्तं दानेन सुप्रत्ययः अव्ययादाप् सुपः इति सूत्रेण सुप्रत्ययः लोपो भवति. अहं चिन्तयामि कर्तृ पदम् अव्ययपदमस्ति चेत् सुप्रत्ययः लोपो भवति इति अहं चिन्तयामि. पट्योः अधः कर्ता इति रूपं भवति. तृच्योः पट्योः तृच् पठिता इति. अत्र वलादिप्रत्ययः तकारः अस्ति अधः क्षम्यतां महोदय, पट् धातुः अव्यां नास्ति अतः इडामः भवति पठिता इति भवति अत्र. आं महोदय, अत्र अत्र तु तृच् इति कर्तृ इति पदम् अव्ययं नास्ति खलु, अव्ययम् इति उक्तवान् वा? आम् अहम् उक्तवान् क्षम्यतां. कर्तृ इति कर्तृ किम् अस्ति? कृयोगः तृच् हलन् तत्र प्रातिपदिकं निष्पादनं भवति खलु तृच् इति योजनेन. नूतन कृत् अस्ति खलु, कृत् इति प्रातिपदिकाः सन्ति. तर्हि कृत् इति कर्तृ इति प्रातिपदिकं वर्तते. प्रातिपदिकात् अनन्तरं सु औजस् इति तत्र विभक्तिप्रत्ययः विधीयन्ते. तदा तु भिन्नसूत्रेण अत्र आकारः जायते. तृ कर्ता इति भवति अतः आकारः भवति. परन्तु सुप्रत्ययः किं भवति अत्र? तत्र सु इति अस्ति खलु महोदय. अत्र अन्यत् सूत्रं पश्यामि. अत्र 7194 इति सूत्रम्. तेन अन्न आगमः इति भवति. तदनन्तरम् अन् इत्यस्य आन् इति दीर्घः भवति 6411 इति सूत्रेण. तदनन्तरं हल्याभ्यो दीर्घसूतिस्य प्रोक्तं हल् इति सकारस्य लोपः जायते. तर्हि कर्तयोगः आन् इत्यस्मिन् कर्ता इति भवति. धन्यवादः महोदय. धन्यवादः महोदय. तथा एव पट्योगः तृच् इत्यस्मिन् इडागमः भूत्वा पट् धातुः तत्र इडागमः जायते. तृच् इति पट् इडानुकूलः अस्ति, तृच् अपि इडानुकूलकुलः प्रत्ययः अस्ति इति कृत्वा इडागमः भूत्वा पटितृ इति शब्दः. तदनन्तरं पटितृ इति शब्दः प्रातिपदिकं, तदनन्तरं सु औजस् इति प्रथमाविभक्त्यां पटिता इति भवति. धन्यवादः. राजु महोदय, भवान् पठितुम् इच्छति वा अग्रे? करपत्रं प्राप्तवान् वा? हा महोदय, पठितुम् इच्छति वा महोदय? हा हा, इदानीं पठामि. सुमन् इति प्रत्ययः. तुमुन् प्रत्यय विधिसूत्राणि तत्सम्बन्धसूत्राणि च. तुमुन् ब्लौ क्रियायां क्रियार्थायां तृतीयाध्याये तृतीयपादे दशमं सूत्रम्. एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यतर्थे प्रथमायाः क्रियायाः धातुतः तुमुन् च नुल् च प्रत्ययौ भवतः. क्रियार्थायां क्रियायाम् उपपदे धातो भविष्यति काले तुमुन् ब्लौ प्रत्ययौ भवतः इति कथिका. अत्र इमौ द्वौ प्रत्ययौ तुमुन् नुल् च भावार्थे भविष्यत्यर्थे च. तत्रोपपदं सप्तभिरतम् इत्यनेन क्रियायां क्रियातायाम् उपपदसप्तमी विभक्तौ स्तः. पठितुं गच्छति इत्यस्मिन् पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते. पठनम् अस्ति प्रयोजनं नाम लक्ष्यं, गमनम् अस्ति साधनं. पठनम् इति क्रियायाः कृते गमनम् इति क्रिया वर्तते इति कृत्वा गमनक्रिया अस्ति क्रियार्था क्रिया. एतदर्थं गमनक्रियायाः उपपदसंज्ञा भवति. तुमुन् च नुल् च तयोरितरेतरद्वन्द्वः तुमुन् ब्लौ क्रिया अर्थे प्रयोजनं यस्याः सा क्रियार्था तस्यां क्रियार्थायां बहुब्रीहिः. तुमुन् ब्लौ प्रथमान्तं क्रियायां सप्तम्यन्तं क्रियार्थायां सप्तम्यन्तं त्रिपदमिदं सूत्रं. भविष्यति गम्यादेः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः. प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं. धातोः तुमुन् ब्लौ प्रत्ययौ परश्च भविष्यति क्रियार्थायां क्रियायाम्. अहं सम्यक् न अवगच्छामि, परन्तु प्रयत्नं करोमि. अत्र दत्तमस्ति एकं क्रिया भविष्यत्काले भवति, तत्र साधनार्थं अपरं क्रिया वर्तते. उदाहरणार्थं पठितुं गच्छति इत्यत्र पठितुम् इति भविष्यत्काले करणमस्ति, गच्छति इति साधनमस्ति. अत्र क्रियार्थायां क्रियायाम् इति गच्छति इति अहम् अवगच्छामि. तदेव उपपदसंज्ञा इति अहम् अवगच्छामि. यत्र भविष्यत्काले क्रियायां करणमस्ति, क्रियायाः करणमस्ति, तत्र तुम् मुळ् एतौ प्रत्ययौ प्रयोगे कुरुतः इति अहं चिन्तयामि. अत्र उपपदं भवति इति कृत्वा अन्येन सूत्रेण तत्रोपपदं सप्तमीस्तम् इति सूत्रेण तत्र सप्तमी विभक्ति प्राप्नोति इति खलु. तत्र क्रियार्था क्रिया इत्युक्ते पठनार्थं गमनम् इति क्रिया अस्ति. पठनार्थं तथा क्रियायार्थं क्रियार्था क्रिया अस्ति गमनक्रिया इति. अस्तु महोदय. पठनार्थं क्रियार्थं आम् पठनार्थम् इति क्रियार्थं, किन्तु क्रियार्था क्रिया किम् अस्ति इत्युक्ते गमनक्रिया भवति खलु. अच्छा, क्रियार्थां क्रियायां गमनक्रिया इति. क्रियार्थायां क्रियार्था क्रिया गमनक्रिया. ओके ओके. अहं पूर्वतनकरपत्राणि न पठितानि, प्रतिदिनम् अहं पठितुं पठन् अस्ति. सम्यक् उक्तवान् महोदय, मयापि अधिकं न ज्ञायते. वयं तु केवलं मिलित्वा वयं किञ्चित् मिलित्वा वयं चिन्तनवर्गः वर्तते. महोदय एतत् स्वरूपमहोदय एतत् मङ्गलवासरे पाठयिष्यति, नो चेत् भारतसमये पश्यामः चेत् बुधवासरे पाठयिष्यति. तस्यैव अत्र वयम् एकवारं पुनः अनुवर्तयामः. अत्र प्रश्नः अस्ति वा कस्यापि, कति वक्तव्यं वा? प्रश्नः पुनः पुनः पठित्वा प्रश्नं मनसि. विमला भगिनी नमस्कार. भगिनी नमस्कारः. भगिनी किञ्चित् समयानन्तरं वदामि किं. भोजनसमये अस्ति, बहु विलम्बेन आगतवती तेन कारणं क्षम्यताम्. दशनिमेषानन्तरं पठामि. धन्यवादः भगिनी. तत्रोपपदं सप्तमीस्तम् इति तृतीय अध्यायस्य प्रथमपादस्य द्वादश सूत्रम्. तर्हि धातोः इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमी विभक्त्याम् अस्ति तेन निर्दिष्टं पदम् उपपदसंज्ञकं भवति. अस्तु, एतेषु सूत्रेषु सप्तमी विभक्त्यां युगपत् अर्थद्वयमपि अर्थद्वयम् अस्ति, उपपदसप्तमी च सतिसप्तमी च. यथा तुमुन्वळौ क्रियायां क्रियार्थायाम् इति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति. अपि च तादृश उपपदस्य उपस्थितौ एव विहितं कार्यं विधीयते. अस्तु, तर्हि तत्र अस्तु अग्रे प्रथमं पठामि. नाम अनेन सूत्रेण भोक्तुं व्रजति इति निर्दिश्यते इति निदर्शने क्रियायां क्रियार्थायाम् इत्यनेन व्रजति इत्यस्य उपपदसंज्ञा भवति. अपि च यदा इयं व्रजनक्रिया अस्ति तदा भुज् धातुतः तुमुन् प्रत्ययः विधीयते. अतः उपपदसप्तमी अपि अस्ति, सतिसप्तमी अपि अस्ति. अस्तु, तर्हि अत्र धातोः इत्यस्मिन् अधिकारे इत्युक्ते तत्र धातोः इति अधिकारसूत्रं वर्तते तृतीय अध्यायस्य प्रथमपादस्य क्षम्यतां द्वादशसूत्रम् अस्ति धातोः इति. अनन्तरं द्वनवतितमसूत्रम् अस्ति तत्रोपपदं सप्तमीस्तम् इति सूत्रं, तस्मिन् अधिकारे एव वर्तते. अनेन यत् अग्रे अस्य अधिकारे ये सूत्राणि सन्ति तर्हि तेषु यदि कश्चन पदं वर्तते यत् सप्तमीविभक्त्याम् अस्ति तर्हि यत् पदं सप्तमीविभक्त्याम् अस्ति तत्तु उपपदसंज्ञकं भवति इति. इत्युक्ते अत्र तुमुन् नुळौ क्रियायां क्रियार्थायाम् इत्यस्मिन् क्रियायां क्रियार्थायाम् इति सप्तमीविभक्तिः वर्तते इति कृत्वा क्रियायां क्रियार्थायाम् इति उपपदसंज्ञकं भवति. एतेषु अग्रे उक्तमस्ति यत्र वयं सप्तमीविभक्तिः उपपदविभक्तिः इति वदामः तत्तु उपपदसप्तमी अपि अस्ति सतिसप्तमी अपि वर्तते इति. कथमिति अग्रे उच्यते. तर्हि अत्र यतः पुनः पठितुं गच्छति इत्यस्मिन् गच्छति वर्तते क्रियार्थायां क्रियायाम् इति कृत्वा उपपदसंज्ञां भवति. यदि तः उपपदम् अस्ति इति कृत्वा तस्य पार्श्वे तादृशपदस्य उपस्थितौ अन्यपदम् अन्यधातुः विहितः यदा भवति, उदाहरणार्थं पट् धातुः विधीयते चेत् उपपद यत् अस्ति संज्ञा यत् क्रियापदमस्ति तस्य पार्श्वे यदि अन्य उपस्थितेः अन्य धातुः विधीयते पट् धातुः विधीयते चेत् तत्र पट् धातु धातोः अनन्तरं परं तुमुन् नो चेत् नूल् प्रत्ययो भवति इति. अनेन अत्र पुनः अत्र अन्य उदाहरणमस्ति भोक्तुं व्रजति इत्यस्मिन् व्रजति इति उपपदसंज्ञा भवति तदनन्तरं भुज् धातुतः तुमुन् प्रत्ययः विधीयते इति. तत्र वयं यदा तदा इति उपयुज्य यदा वयं वदामः तदा एव वयं सतिसप्तमी अपि भवति खलु. एवं भूते सति व्रजनक्रिया सति उपपदसंज्ञके सति भुज् धातुतः तुमुन् प्रत्ययः विधीयते इति सतिसप्तमी अर्थः अपि स्वीकर्तुं शक्नुमः इति पूर्वम् उक्तम् आसीत्. तर्हि उपपदसप्तमी सतिसप्तमी इति स्वीकुर्मः तत्र. अनेन एव वयं ज्ञातुं शक्नुमः कुत्र तुमुन् प्रत्ययः विधीयते इत्युक्ते यत्र क्रियार्थायां क्रियायाम् इति अत्र उपपदसप्तमी अस्ति इति कृत्वा यस्मात् परम् अनेन अत्र उपपदसंज्ञकशब्देन सह यः पद यत् यत् क्रिय धातुः विधीयते नूतन अन्यधातुः भविष्यदर्थे यत् धातुः विधीयते तस्मात् भविष्यदर्थेः धातुः अस्ति तस्मात् परे अत्र तुमुन् प्रत्ययः विधीयते इति कृत्वा पट् धातुतः तुमुन् प्रत्ययं विदित्वा पठितुं गच्छति नो चेत् भुज् धातुतः तुमुन् विदित्वा भुक्तुं व्रजति इति प्राप्नुमः. अवगच्छामि क्षमितां मम एकः प्रश्नः अस्ति अत्र क्रियार्थायां क्रियायाम् अत्र पठितुं गच्छति एतस्मिन् वाक्ये क्रियार्थायां क्रियायां गमनक्रिया सूचयति क्रियायां क्रियार्थायां पठितुं सूचयति वा? न न तदेव अस्ति खलु क्रियार्थायां क्रियायां नो चेत् क्रियायां क्रियार्थायाम् उभयमपि समानमस्ति खलु विशेषणविशेषभावः क्रियार्थायां क्रियायां क्रियायां क्रियार्थायां समानमेव अत्र सप्तमी निर्दिश्य सप्तमी इति सूत्रे किमर्थं निर्दिष्टम् इत्युक्ते उपपदसंज्ञा बोधयितुं निर्दिशति सप्तमी विभक्तिः प्रयोगः अस्ति. क्षमिता क्रियार्थायां किं सूचयति क्रियायां किं सूचयति? उभयमपि समानं गच्छति इति पदमेव सूचयति खलु. तत्र गच्छति इति क्रियापदमस्ति तर्हि क्रिया वयं प्रथमं सप्तमी विभक्तिं त्यजामः केवलं क्रियार्था क्रिया इति स्वीकुर्मः क्रिया कर्तुम् एकं क्रिया कुर्मः इति क्रियार्था क्रिया गमन इति क्रिया अस्ति अन्यक्रिया किं कर्तुं गमनक्रिया कुर्मः वयं पठितुं पठनं कुर्मः इति पठनार्थम् इति भवति खलु. तर्हि पठदातुः किं भवति तत्र भविष्यत्कालार्थे तत्र उपस्थितः भवति किन्तु क्रियार्था क्रियां कर्तुं यः क्रिया वर्तते तत्तु गमनक्रिया एव अस्ति खलु क्रिया. तर्हि क्रियार्थायां क्रियायाम् इति सप्तम्या निर्दिष्टं तेन किं विद्यते इत्युक्ते उपपदसंज्ञो विद्यते तावदेव अस्ति अत्र क्रियार्थायां क्रियायाम् उपपदं द्वयम् अपि गमनक्रियां सूचयति इति वा? क्रियार्था क्रिया केवलं सप्तमी तु तत्र अवबोद्धुं खलु तत्रोपपदं सप्तमीस्तम् इति सूत्रेण अस्माभिः अवबोद्धव्यम् उपपदम् इति अस्ति इत्युक्ते सप्तमी केवलं क्रियार्था क्रियाया किम् अस्ति इत्युक्ते गच्छति इति क्रिया अधुना गच्छति इति क्रियापदम् उपपदं भवति इत्युक्ते वयं वयं पूर्वं पठितवन्तः खलु उपपदविभक्तिः इति तत्र किं पठितवन्तः पर परपूर्वम् इति उपपदसंज्ञकाः भवन्ति तेन वयं किम् उपस्थि तत्र पूर्वपद इति शब्दोः उपस्थितेः किं भवति अन्यपदं यत्र तस्य तु पञ्चमी विभक्तिः भवति तस्मात् पूर्वम् एतस्मात् परम् इति वयं पूर्वं पठिष्यामः तादृशमपि परम् उदाहरणम् अन्यं भवति अधिवसति इति अधि इति यत्र उपसर्गः भवति तादृशवद्धातोः तु उपपदसंज्ञा भवति खलु इति कृत्वा यत्र उपपदं भवति तत्र तु द्वितीयाविभक्तिविधानं भवति वैकुण्ठम् अतितिष्ठति इति तथा एव अत्रापि क्रियार्थ एकं क्रियां कर्तुम् अन्यक्रिया यत् अस्ति तद् भवति क्रियार्थक्रिया इत्युक्ते अत्र तु गमनक्रिया भवति क्रियार्थक्रिया तस्य उपस्थितौ अन्यपदं यत् आगत्य उपविशति पार्श्वे तत्तु तस्य तुं प्रत्ययः विधीयते। तर्हि क्रियार्था क्रिया यत् गमनक्रिया अस्ति गच्छति इति क्रियापदं तद् भवति उपपद उपपदसम्बन्धः। अस्तु महोदय, धन्यवादः। भगिनी प्रश्नः अस्ति अत्र, मम प्रथमतया किञ्चित् भ्रमः आसीत् यतोहि क्रियार्थायां क्रियायां द्वावपि सप्तमी विभक्त्याम् अस्ति, विशेषविषयभावः अस्ति खलु। अस्तु, पठनार्थं क्रिया इति स्वीकुर्मः खलु, क्रियार्था क्रिया, पठनार्थं गमनम् इति, तर्हि पठनार्थं गमनमिति गच्छति इति क्रिया अस्ति, विशेषणविशेषभावः खलु। गच्छति इति क्रिया, दत्तु सत्यं, परन्तु अत्र विशेष्यं किं, विशेषणं किं, तद् न अवगतम्। क्रिया अस्ति विशेषणं, विशेष्यम् अस्ति, क्रियार्थः इति विशेषणं भवति खलु। अस्तु अस्तु, गच्छति इति विशेष्यम् अपि च पठ्यते, गच्छति इति एव सूचयति, क्रियार्था क्रिया इति उभयमपि गच्छ गमनक्रियां सूचयति अस्मिन् उदाहरणे। तदनन्तरं भोक्तुं व्रजति इत्यस्मिन् व्रजनक्रियां सूचयति, क्रियार्था क्रिया किम् अस्ति इत्युक्ते व्रजनक्रिया, व्रजनक्रिया, तत्तु सत्यम्। अत्र सति सप्तम्या इति कथं भवति, तत्र यदा तदा इति उक्त्वा वयं यदि वाक्यं वदामः तत्तु सति सप्तमी भवति खलु। यदा भोजनं करणीयं तदा गच्छति व्रजनक्रियां सति, अत्र किं भवति यदि गम्यमाने सति तथा वक्तुं शक्नुमः वा, इत्यस्मिन् लक्ष्यं किम् अस्ति, गमने सति सः पठिष्यति इति। ओ, अन्यत् अन्यत् विधानेन वक्तव्यं, तुमन्नै आगच्छति, तर्हि तुमन्नोल् तु अस्मिन् प्रयोगेन सति स्तः। हा न, आम् आं सत्यम्। अत्र तु किम् अस्ति, अत्र तुमन् प्रत्ययः उपपदसंज्ञो तु गच्छति इत्यस्य भवति, तस्य उपपदे, हा अनन्तरम् अवगतं यत् गच्छति इति तदेव उपपदसंज्ञा, न तु क्रियार्थायामिति, केवलं क्रियायामिति उपपदसंज्ञा न भगिनि, उभयमपि क्रियार्था क्रिया एव उपपदसंज्ञा भवति, उभयमपि सप्तम्याम् अस्ति खलु, उभयमपि सप्तम्याम् अस्ति, यत् सप्तम्याम् अस्ति तस्य उपपदसंज्ञा, मया तदेव चिन्तितं, परन्तु वर्गे तन्न ब्रूतम्, एतत् उक्तं यत् क्रियायाम् एव इति, क्रियार्थायां तदपि उपपद इति न उक्तम्, अत्रापि परिच्छेदक्रियं क्रियायाम् इति अस्ति किल, न उपपदसंज्ञा गमनक्रियायाः एव उपपदसंज्ञा भवति, अत्र एव उक्तमस्ति, करपत्रे पश्यतु, नाम अनेन सूत्रेण भोक्तुं व्रजति इति निदर्शने क्रियायां क्रियार्थायां, तत्र उन्नतः बालकः, बालकः उन्नतः इति तत्र क्रियायां क्रियार्थायां क्रियार्थायां क्रियायाम् इति सप्तमी निर्देशः व्रजति इत्यस्य उपपदसंज्ञा भवति, व्रजति इति पदमेव क्रियार्थायां क्रियायाम् इत्युक्ते व्रजति अस्ति, तेन तत्र सप्तमी निर्देशेन सूत्रे एव सप्तमी निर्देशेन पाणिनिः वदति इत्युक्ते उपपदसंज्ञा इत्युक्ते व्रजति एव उपपदसंज्ञा भवति, किं भगिनि व्रजति तदेव उपपदसंज्ञा भवति। क्षम्यतां, पठनस्य क्रियायाः साधनार्थं गमनक्रिया अत्र वर्तते इति अवगच्छामि महोदय, सत्यं तदेव अस्ति, तर्हि गमन गच्छति इति क्रियापदम् उपपदसंज्ञा भवति खलु, तस्य तद् भवति क्रियार्था क्रिया, गच्छति इति क्रियार्था क्रिया भवति, तस्य सप्तमी निर्देशः अस्ति सूत्रे इति कृत्वा अनेन सूत्रेण एव उपपदसंज्ञा विधीयते, एतत्तु परिभाषासूत्रमस्ति, तत्रोपपदं सप्तमी स्तमिति, साक्षात् विधानं किमपि नास्ति, किन्तु अन्यं तत्र सहायं करोति खलु, तुमुन्वळौ क्रियायां क्रियार्थायाम् इति सूत्रं यदा पठामः तदा तत्रोपपदं सप्तमीस्तम् इति सूत्रम् आगत्य अस्मान् बोधयति, सहायं करोति, किं सहायं करोति इत्युक्ते अत्र क्रियार्थायां क्रियायाम् इति सप्तमी निर्देशः अस्ति इति कृत्वा क्रियार्थायां क्रियायाम् इति यत् क्रियापदमस्ति तद् स्वीकृत्य आगच्छति, संज्ञकः भवति, यः क्रियापदं क्रियार्थायां क्रियायाम् इति क्रियार्था क्रिया भवति तत्तु उपपदसंज्ञकः भवति इति. अस्तु महोदय, धन्यवादः. भगिनी, तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति इत्युक्ते केवलं या गमनक्रिया अस्ति तस्य उपपदसंज्ञा अस्ति, न तु भोक्तुं तस्य न भवति. आम् आम् न भवति भगिनि, भोक्तुम् इति भविष्यदर्थे भविष्यदर्थे अस्ति, भविष्यदर्थे तत्र आनीतमस्ति. अत्रापि भगिनि यदा उक्तमस्ति पठनम् इति क्रियायाः कृते गमनम् इति क्रिया वर्तते इति कृत्वा गमनक्रिया अस्ति क्रियार्था क्रिया, तदेव उपपदसंज्ञकः भवति. अग्रे भवती पठति वा, इतोपि कुतः पठनीयं तस्य अग्रे तस्याः अपि क्रियायाः इति. अस्तु, कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते, अस्तु तदेव भवद्भिः उक्तं, यदा द्वितीया क्रिया उपयुज्यते सा द्वितीया क्रिया क्रियार्था क्रिया इत्युच्यते. यथा भोक्तुं गच्छति इत्यस्मिन् भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते, अतः गमनक्रिया क्रियार्था क्रिया, तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति. तत्र प्रथमा क्रिया भविष्यत्काले अस्ति यतोहि एतावता सा क्रिया न आरब्धा, अत्र भोजनक्रिया न आरब्धा अतः सा भविष्यत्काले अस्ति. यदा एका क्रिया न आरब्धा नाम भविष्यत्काले अस्ति, अपि च तस्याः साधनार्थम् एका द्वितीया क्रिया उपयुज्यते, तस्यां दशायां प्रथमक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति तस्मात् धातोः तुमुन् च नुल् च भवतः. निदर्शनार्थं भोक्तुं व्रजति इत्यस्मिन् तुमुन् प्रत्ययः विहितः, भोजको व्रजति इत्यस्मिन् नुल् प्रत्ययः विहितः, उभयत्र अर्थः समानः. अस्मिन् अर्थे तुमुन् प्रत्ययस्य भ्रशः व्यवहारः, नुल् प्रत्ययस्य अल्पव्यवहारः. साधारणतः कर्तृर्थे नुल् प्रत्ययः व्यवह्रियते. अत्र नुल् त्वचौ इति अत्र यदि क्रियाद्वयम् अस्ति अपि च प्रथमक्रियायाः साधनार्थं द्वितीया क्रिया अस्ति, कोऽपि भोक्तुं गच्छति तर्हि भोक्तुं गच्छति इत्यत्र भोजनक्रिया अद्यपि न भविता, भोजनक्रिया भविष्यति. अनेन कारणेन भोक्तुमिति तुमुण्यो प्रत्यययोजनेन भविष्यत्कालः सूचितः. तच्च भोजनक्रियायाः साधनार्थं यदा गच्छति तत् गमनक्रियार्था क्रिया इति उच्यते, तस्य संज्ञा अस्ति उपपदसंज्ञा इति गमनक्रियायाः. तदेव तुमनन्तप्रत्ययस्य तुमनन्तशब्दस्य भविष्यत्का तुमन् प्रत्ययभीतशब्दः धातुः भविष्यत्काले अस्ति यतोहि क्रिया अद्यपि न आरब्धा अस्ति. एका क्रिया न आरब्धा यद्भविष्यत्काले अस्ति तत्र तुमुन् उपयुज्यते, तुमुन् च नूल् च द्वावपि उपयुज्यन्ते. तद् द्वितीयः उदाहरणमस्ति भोक्तुं व्रजति इत्यस्मिन् तुमुन् प्रत्ययः तुमुन् भोक्तुं, भोजको व्रजति इत्यस्मिन् नूल् प्रत्ययः विहितः, उभयत्र अर्थः समानः. अस्मिन् अर्थे तुमुन् प्रत्ययः भ्रश इति बहुवारं व्यवहारः अस्ति उपयोगः भवति, नुल् प्रत्ययस्य च तावत् बहु व्यवहारं न भवति. साधारणतः कर्तृर्थे नुल् प्रत्ययः व्यवह्रियते. तत्र नुल् त्रच इति विधिसूत्रं तदेव. अत्र भगिनी मम एतदस्ति किं सन्देहः अस्ति, यथा भोजकः अपि भविष्यतर्थे अस्ति इति भाति, परन्तु यदि कोऽपि व्यक्तिः लिखति लेखकः लिखति इत्युक्ते सः लिखन् अस्ति या लिखनक्रिया अद्यपि न भवति इति न वयं तत् कथम् अवगच्छामः यदा तत्र अत्र उक्तमस्ति भगिनि, अत्र नुल् प्रत्ययस्य अर्थद्वयम् अस्ति इति, एकमस्ति प्रथमसूत्रं विधानसूत्रं वयं यत् पठितवन्तः नुल् प्रत्यौ इति सूत्रे तु कर्तृकृत् इत्यनेन कर्तृते नुल् प्रत्ययः भवति, तृप्रत्ययः च नुल् प्रत्ययः. तदा तु भगिनी यदा उक्तवती लेखकः लिखति इत्यस्मिन् कर्तृते नुल् प्रत्ययः आसीत् इति खलु. तर्हि भोजको वृजति इत्यत्र अपि भोजकः प्रथमपुरुषे एकवचने अस्ति पुल्लिङ्गे, या एतदपि किं वदामि भवितुम् अर्हति इति, उभयथापि भवितुम् अर्हति इति. एकं तु कर्तृर्थे नुल् प्रत्ययः सामान्यतया यत् वयं वदामः चालकः इति, तादृशं कर्तृर्थे भवति. अन्यथा तु यथा नुल् तुमुण् प्रत्ययस्य भविष्यदर्थे भवति तथा एव क्षम्यतां तुमुण् प्रत्ययः भविष्यदर्थे भवति तथा एव नुल् अपि भविष्यदर्थे भवितुम् अर्हति. तत्र विवक्षां स्वीकृत्य एव तत्र वयम् अवगन्तुं शक्नुमः कर्तृते विदितं वा नो चेत् भविष्यदर्थे विदितम् इत्युक्ते अस्माभिः ज्ञातवं यत् तेन भोजनं कृतं वा कुर्वन् अस्ति वा या करिष्यति इति, तद् अस्माभिः ज्ञातव्यं किल. अस्तु भगिनि, अत्र योरणकौ दिसूत्रेण अकः भवति भोजकः इत्यनेन तत्र अक इति आदेशः आगच्छति. किन्तु प्रथमं प्रत्ययविधानं केन सूत्रेण इत्युक्ते प्रत्ययस्य नूल् प्रत्ययस्य विधानम् अर्थद्वयेन भवितुम् अर्हति. प्रथमं तु कर्तृर्थे नूल् तृचौ इति सूत्रेण भवति, तदनन्तरं कर्तारं सूचयति इत्युक्ते लेखकः इत्युक्ते यः लिखति सः लेखकः इति कर्तृते भवति. तदनन्तरं यत्र यत्र क्रियार्थायां क्रियायामपि उपपदं स्वीकृत्य भविष्यदर्थे तत्र लेखकः व्रजति इति इत्युक्ते लिखितुं सः व्रजति इति अर्थः भवति. यद्यपि अर्थः तु लिखितुं सः गच्छति इति अस्ति किन्तु भावार्थः नास्ति, अत्रापि भावार्थः नास्ति खलु, अत्रापि कर्तृत्वे एव अस्ति खलु. तदेव मम अवगमनम् अस्ति. कर्तारमेव सूचयति लेखकः व्रजति इत्यस्मिन् सः लिखितुं व्रजति इति तु स्वीकुर्मः अवगच्छामः भविष्यदर्थे अस्ति किन्तु भावार्थे तु नास्ति, भावं न सूचयति. लेखन् अत्र पठितुं गच्छति इत्यस्मिन् पठितुम् इति शब्दः तु भावं सूचयति, पठनभावं सूचयति. तत्र तु कर्तारमपि न सूचयति, कर्म अपि न सूचयति. किन्तु यत्र वयं वदामः लेखकः गच्छति इत्यस्मिन् तत्र लेखकः इत्युक्ते यः भविष्यत्काले यः लेखिष्यति सः लिखितुं गच्छति इति अवगच्छामः. अग्रे तु सः गत्वा लेखिष्यति इति वयम् अवगच्छामः तथा. परन्तु तस्य हिस् टैटल् केन् बि लेखक बिकास् हि इस् रैटिङ्ग् आल् द टैम्. एतदपि वयं शक्नुमः किल, न उभयमपि सोरि सोरि भ्रमः जायते. यदि वयं केवलं लेखकः गच्छति इत्युक्ते सः भविष्यत्काले लिखितुं गच्छति वा नो चेत् सः साक्षात् लेखकः अस्ति, तदेव न तदेव मम भ्रमः. समीतां भोजकः व्रजति अत्र बोधनार्थं गच्छति इति अर्थं वा अर्थं वा? आं महोदय, तदेव अत्र पश्यतु नुळ् तुमुन् नुळौ क्रियायां क्रियार्थायाम् इत्यस्मिन् किम् अस्ति क्रियार्था क्रिया इत्युक्ते अग्रे सः भविष्यत्काले कश्चन क्रिया करिष्यति इत्युक्ते सः तु यत्र वयं वदामः लेखकः गच्छति इत्यस्मिन् तत्र लेखकः इत्युक्ते क्रियार्था क्रियायां तत्र गमनक्रिया तु क्रियार्था क्रिया अस्ति. किं क्रिया भविष्यत्काले किं भवति इति स्वीकुर्मः चेत् तत्र लेखकः लिक् धातुतः अत्र बोधकः यः बोधनं कर्तुम् इच्छति सः बोधकः व्रजति इति अर्थं वा? आं महोदय, अग्रे गत्वा भविष्यत्काले सः भोजनं करिष्यति इति अर्थः तत्र. उभयतापि अर्थं स्वीकृत्य आगच्छति इति, प्रथमं तु साक्षात् एकः तु नितरां लिखति इति कृत्वा तस्य वृत्तिः अस्ति लेखनम् इति कृत्वा सः लेखकः इति वदामः खलु. यः लिखति सः लेखकः इति वदामः. तादृशवृत्तिं स्वीकृत्य तस्य लेखकः इत्युक्ते सामान्यतया सः लिखति सः गच्छति इति अर्थः अपि भवति. अन्यथा तु यः गत्वा प्रायः तस्य वृत्तिः लेखकः लेखनं नास्ति, कश्चन बालः अस्ति, तर्हि बालः लिखितुं अग्रे गत्वा लेखिष्यति इत्यस्मिन् अर्थे परीक्षां लेखिष्यति इति स्वीकरोतु, तदर्थं वयं लेखकः गच्छति इति स्वीकर्तुं शक्नुमः. इत्युक्ते सः बालकः गच्छति, विद्यालयं गच्छति, तदनन्तरं सः परीक्षां लिखति इति स्वीकर्तुं शक्नुमः. तादृशमपि नुल् प्रत्ययः भवति, कर्तारमेव सूचयति किन्तु भविष्यदर्थे तद् तत्र विधानम्. अग्रे गच्छामः वा? पठामि महोदय. आम् महोदय. तुमन् प्रत्यये नकारस्य हलन्त्यम् इत्यनेन इत् सम्यका, उकारस्य उपदेशः जन्नाशकः इत् इत्यनेन इत् सम्यका, द्वयोरूपानन्तरं तुम् इति अवशिष्यते, नित्यादिर्नित्यम् इत्यनेन इत् सम्यकः नकारः नित् प्रत्यये परे नित् प्रत्यये परे प्रकृतिप्रत्ययः समुदायः समुदायस्य आदिस्वरः नित्यम् उदात्तः भवति. इत्सम्यकः उकारः उच्चारणार्थः यः कृत् प्रत्ययान्तं पदं मकारान्तं तस्य अव्ययसम्यका भवति कुरुजन्तः इति सूत्रेण. यै कृत् प्रत्ययै अव्ययपदानि निष्पद्यन्ते ते भावार्थे भवति, अव्ययकृतो भावे भवन्ति इति महाभाष्यवाच्यम्. अव्ययकृतो भावे इति महाभाष्यवचनात् भाष्यवचनात् तुमुन् प्रत्ययः भावे भवति. आर्धधातुकसुगलादेः मेघशीकृति इत्याभ्याम् अयं तुमुन् प्रत्ययः इडानुगुलः. तुमुन् प्रत्ययः नकारः हलन्त्यम् इत्येन लोपः भवति इत्सम्यक, अनन्तरम् उपदेशजनेन ऊकारस्य इत्सम्यक द्वयोरपि लोपो भवति, अनन्तरं तुम्येव अवशिष्यते. इदानीम् इत्सम्यक नकारस्य नित्वा अथवा नित् प्रत्ययः भवति, तत्र प्रकृतिप्रत्ययसमुदायम् अस्ति, अत्र आदिस्वरः उदात्तः भवति, इत्युक्ते इडाहम भवितुम् अर्हति इति. इत्सम्यक उकारः अत्र उच्चारणात् भवति इति. मकारान्तम् अधः तुम् एव अवशिष्यते अत्र. यदा मकारान्तः अस्ति अन्तिम वर्णः मकारः, अधः अन्तिम मकारः वा अथवा एच् वर्णः ए ओ ए औच् इति भवति वा अन्तिम, तस्य पदम् अव्ययपदम् अव्ययपदसम्यका भवति इति कुरन् मे जन्त इति सूत्रेण. यदा अव्ययपदानि भवति तदा भावार्थे अपि भवति इति अत्र दत्तम्. अव्ययकृतो भावे भवन्ति इति महाभाष्येन इति भावार्थः भवति, यदा अव्ययकृत भवति तदा भावार्थः अपि भवति इति. अनन्तरम् आदधास्केड् वलादेः इति सूत्रेण वलादिप्रत्ययः सदा इडाहमः भवति. नेड्वशीकृति इति सूत्रेण कृत् प्रत्ययः अत्र कृत् प्रत्ययः अधः अत्र वसि नास्ति, ककारः तुम् इति वल् अस्ति, अधः अत्र नेड्वशीकृति इति सूत्रमपि अत्र बाधकं सूत्रेण न बाधकम्, अत्रापि इदानुगुणः भवति. तर्हि आहत्य अत्र किम् उक्तम् अस्ति, अत्र अत्र अत्र वयं तुमन् प्रत्यान्ताः शब्दाः अव्ययसंज्ञकाः इति वयं जानीमः, अव्ययानि भवन्ति इति, पठितुं गन्तुम् इति अव्ययम् इति जानीमः. तर्हि केन सूत्रेण अव्ययं भवति इत्युक्ते कृन्मेजन्तः इति सूत्रेण अव्ययं भवति मकारान्तः अस्ति इति कृत्वा. तदनन्तरं भावार्थे अपि अस्ति इति पूर्वं पठितवन्तः यत्र तुमन् प्रत्ययः. तर्हि भावार्थे अस्ति इति केन वयं सूत्रेण जानीमः इत्युक्ते महाभाष्यसूत्रं नास्ति, महाभाष्यवाक्यम् अस्ति, अव्ययकृतो भावे भवन्ति इति कृत्वा भावार्थे भवन्ति इति ज्ञातुं शक्नुमः इति, तावदस्ति खलु. कर्तृर्थे नास्ति कर्मर्थे नास्ति केवलं भार्गववर्थे. अनन्तरं तमुन् प्रत्ययः इडानुकूलः इत्यपि तत्र आर्धातुकस्य वलादेः नेडुवशीकृतिरूपेण वयं प्राप्नुमः. किन्तु मम प्रश्नः अस्ति आदिर्नित्यम् इत्यनेन इत्संज्ञकः नकारेण नित्यप्रत्यये परे च परे प्रकृतिप्रत्ययसमुदायस्य आदिस्वरः नित्यमुदातः भवति. अस्य तु अधुना वयं स्वरसंज्ञा ज्ञात्वा किमपि न कुर्मः खलु, प्रायः भिन्नरूपेण उच्चारणीयम् इति अस्ति. किन्तु अत्र तु किमपि आधुनिककाले किमपि किमपि अत्र नास्ति खलु अनेन सूत्रेण. अत्र यदि उदात्तः अस्ति तदा अनित् न भवति इति केनापि वर्गे उक्तः. अनुदात्तः एव अनिट् अस्ति किल, उदात्तः स्वरितः दे इडानुकूलः सन्ति, इडानुकूलः सन्ति इति. अस्तु, तत् केनापि उक्तम्. अपि च अत्र सूत्रस्य विवरणे अस्ति यत् इत्यपि नित् द्वावपि समुदायस्य अन्ते भवेयं, तदा एव प्रथमस्वरः आदिस्वरः उदात्तः भवति इति. यत् नित् अपि च नित् अस्ति प्रकृतिप्रत्ययसमुदायस्य अन्ते अस्ति इति विवरणे दत्तम्, अस्य सूत्रस्य विवरणे. उदात्त इत्यस्य किम् उक्तवती भगिनि? उदात्तः उदात्तः स्वरः उदात्तः अस्ति चेत् तत्पदम् इडानुकूलः अस्ति. यतोहि अनुदात्तः अस्ति चेत् अनुदात्त एव अनिट् भवति, उदात्तः स्वरितः च इडानुकूलः भवन्ति इति. करपत्रे नम्बर् 16 करपत्रे महोदयेन लिखितमस्ति. कस्य पदस्य उदात्तः अस्ति? अन्तिमपद नकारः नित्यम् अस्ति खलु, उदात्तः अस्ति. तुमुन् नित् अस्ति किल, नकारस्य इत्संज्ञा भवति. अत्र तुमुन् इत्यस्य नकारः इत्संज्ञा भवति. उदाहरणार्थं गन्तुम् इति पदं गम् योगः तुमुन् गन्तुम् इति प्राप्नुमः. तर्हि नकारस्य उदात्त उच्चारणमस्ति खलु. उकारस्य आदि गन्तुं समुदायस्य गन्तुमिति समुदायस्य. आम् आम् आम् आं भगिनि, समुदायस्य स्वरः आदिस्वर इत्युक्ते ग ग उत्तर अ, तदेव उदात्तः भवति. आं तर्हि तदेव उदात्तः भवति चेत् अत्र तु अन्यथा तस्य अधुना तु तत्र प्रत्ययस्य उदात्तः समुदायः उदात्तः, परन्तु गम् धातुः अनिट् अस्ति किल. गम् रमयम् नम् इति अस्माकम् आवल्याम् अनिट् धातुः. आं सत्यं. हा, तेन कारणेन भाति यत् तत् समुदायः न अवगतं, तत् समुदायः इडानुकूलः न भवति इति भाति. परन्तु इदं किमर्थम् उक्तम् इति न जानामि. क्षम्यतां महोदय, नित्यादिर्नित्यम् इति सूत्रेण अत्र प्रत्ययस्य अन्ते ङित् अस्ति चेत् उदात्तः इति अवगच्छामः. तदेव नित् यस्मिन् प्रत्यये नकारः अस्ति सः प्रत्ययः नित् अस्ति. नित् अस्ति चेत् यस्मिन् प्रत्यये समुदाय यस्मिन् प्रत्यये नित् अस्ति अत्र समुदायवर्णः अस्ति चेत् समुदायवर्णः सर्वदा उदात्तः अस्ति, अतः इडानुकूलः अस्ति, इडागमः आगच्छति इति अहं चिन्तयामि. न महोदय, सर्वेषामपि गन्तुम् इत्यस्यपि उदात्तः भवति खलु इति. तुमुन् इत्यस्मिन् प्रत्यये नित् अस्ति खलु, अतः तुं समुदायवर्णः अस्ति, अतः यत्र यत्र तुं वर्णः तुं प्रत्यय प्रयोगं कुर्मः तत्र सर्वदा उदात्तः अस्ति इति अहं चिन्तयामि. प्रत्ययस्य उदात्तत्वं न स्वीकुर्मः खलु, समुदायस्य एव इत्युक्ते त्वं योगः तुमुन् इत्यस्मिन् गन्तुम् इति पूर्णतया समुदायं स्वीकृत्य आदिमस्वरस्य तर्हि तेन तु किमपि नास्ति खलु. वयं पूर्वम् यत् उदात्त अनुदात्त इति पदसंज्ञा अनन्तरं यत्र यदि उदात्तः इत्संज्ञकः अस्ति चेत् तस्य पदसंज्ञा वयं पठितवन्तः. वयं किम् आसीत् अनुदात्तनितः आत्मनेपदं स्वरितनितः इति पठित्र अत्र अत्र स्वरस्य योग्यता नैय न धातु विषये एव स्वरस्य विज्ञानम् आवश्यकं. प्रत्ययस्य समुदायस्य किमपि न महत्वं नास्ति. आधुनिककाले तु किमपि नास्ति. पुरातनकाले यदा वयं जनाः उच्चारितवन्तः भिन्नरूपेण उच्चारितवन्तः गन्तुम् इति प्रायः इति किमपि अन्यथा उच्चारितवन्तः. किन्तु आधुनिककाले अस्य तु किमपि महत्वं नास्ति खलु. प्रयोगः तु नास्ति आधुनिककाले. वयं स्वरेण सह वयं तु उच्चारणं न कुर्मः एव. किञ्चित् वर्गे पृच्छति वा महोदय, अस्य किमपि महत्वम् अस्ति वा? केवलम् आधुनिककाले अस्य तु किमपि समूहस्य आदिमवर्णः उदात्तः अस्ति इति एव अस्ति खलु. अनेन किमपि उच्चारणस्य क्षम्यता महोदय, विमला भगिन्याः सम्यक्तया उक्तवती. गं धातुः अत्र कोष्टिका अस्ति, इडानुः नास्ति. तत्तु पठितवन्तः महोदय. तत्तु गं धातुः अस्ति. अत्र पश्यतु, गं धातोः यः स्वभावः अस्ति तदनुसृत्य भवति गं धातुः अस्ति खलु. तेन तद् इडानुकूलः वा अनिट् अस्ति वा इति वयं ज्ञातुं शक्नुमः. किन्तु यत्र गम् धातोः तुमुन् योजनेन यत् समस्तरूपेण समुदायः लभ्यते तस्य उदात्तस्वरः अस्ति इति कृत्वा को लाभः? केवलम् उच्चारणस्य एव तत्र विषयः अस्ति खलु. कुत्र भवति महोदय, धातोः स्वभावं स्वीकृत्य समुदायस्य स्वरं स्वभावं स्वीकृत्य तु नास्ति खलु. इडानुकूलः वा न वा इति चर्चा. धातोः साक्षात् धातोः स्वरूपं स्वीकृत्य भवति इदानुकूलः वा न वा इति. समुदायस्य तुमुन् इति प्रत्ययस्य योजनानन्तरं यत् प्राप्नुमः तदनुसृत्य नास्ति खलु. नास्ति. अधुना तु प्रत्ययेन सह मेलनं जातं, पदं प्राप्तम्. अधुना पदस्य आदौ उदात्तस्वरः अस्ति इति कृत्वा व्याकरणंशः किमपि नास्ति. केवलम् उच्चारणार्थः अस्ति. केवलम् उच्चारणम् अस्ति तावदेव. तदेव भिन्नरीत्या पुरातनकाले जनाः उच्चारितवन्तः इत्येव. आं भगिनि, तदेव सम्यक् अस्ति इति भाति. आम् इडागमस्य कृते नहि न इति. इडागमस्य कृते वयं धातोः स्वभावम् उपयुज्य वयं धातुः तत्र उदात्तः वा अनुदातः वा इति स्वीकृत्य तत्र वयम् अनिट् इति वयं निर्णीतवन्तः. अग्रे पश्यामः वा अत्र राजुमहोदयस्य क्रमः खलु. भवतः पर्यायः अस्ति महोदय, पठति वा? हा महोदय. कृन् मेजन्तः कृत्संज्ञकप्रत्ययः यः मान्तः यजन्तश्च तदन्तशब्दः अव्ययसंज्ञकः इं मकारः च एच् च मेचौ मेचौ अन्तौ यस्य सः मेजन्तः कृत् प्रथमान्तं मेजन्तः प्रथमान्तं द्विपदमिदं सूत्रं स्वरादिनिपातमव्ययम् इत्यस्मात् अव्ययम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं कृत् मेजन्तः अव्ययम्. अत्र कृत्संज्ञकप्रत्ययः अव्ययसंज्ञकः मकारः चकारः मकारः एच् अन्तौ स्तौ अतः मेजन्तः इति प्राप्तं. कृत् प्रथमान्तं मेजन्तः प्रथमान्तं द्विपदमिदं सूत्रं स्वरादिनिपातम् अव्ययम् इत्यस्मात् अव्ययम् अनुवृत्तिः सहितसूत्रं यत्र मकारः अस्ति एच् अन्ते अस्ति अनन्तरं तौ कृत् प्रत्ययौ सः अस्ति चेत् तद् अव्ययम् इति अहं चिन्तयामि. अव्ययसंज्ञाविधानम् अनेन भवति. तदनन्तरं सुप् इत्यस्य लोपः भवति. यत्र प्रातिपदिकं प्राप्नुमः पठितुम् इति प्रातिपदिकं प्राप्नुमः, तदनन्तरम् अधुना सुप् यदा सुप् तु आयाति एव, सुप् इत्यस्य विधानं भवति. सुप् विना पदं न भवति इति कृत्वा सुप् इत्यस्य योजनं भवति. तदा तु अभियमस्ति इति कृत्वा श्रीमती सुप् इत्यस्य लोपः भवति खलु. तदा तु केवलम् एकमेव रूपं तिष्ठति, तस्य विभक्तिरूपाणि न भवन्ति. तस्य प्रयोजनम् अनेन अग्रिमवाक्यमपि पठति वा महोदय, अत्र लघु निदर्शने कृष्णं दृष्टं याति इति वाक्ये अत्र याति इति गत्यर्थकक्रियायाः प्रयोजनम् अस्ति. भविष्यति दर्शनक्रियासिद्धिः. अतः दृश् धातोः तुमुन् ब्लौ क्रियायां क्रियार्थायाम् इत्यनेन तुमुन् प्रत्ययः विधीयते. अत्र कृष्णं दृष्टं याति, अत्र याति क्रियार्थक्रिया, भविष्यत् क्रिया दर्शनस्य क्रिया सा भविष्यस्य क्रिया, अत्र तुं प्रत्ययः दर्शनक्रियायाः योजनेन कृष्णं द्रष्टुं याति इति, अत्र तुं प्रत्ययः दर्शनम् इत्यस्य योजनं करणीयम् इति चिन्तयामि. दर्श इति भविष्यत् अर्थे यत् क्रिया अस्ति, क्रियापदमस्ति, तत्र धातुः अस्ति, तेन तस्मात् अनन्तरं विधीयते. दृश् तुमुण्णुलौ क्रियायां क्रियार्थायाम् इत्यनेन क्रियार्थायां क्रियायाम् उपपदे भविष्यत्यर्थे तुमुन् प्रत्ययः विधीयते. यथा दृश् योगः तुमुन् हलन्त्यम् इत्यनेन नकारलोपः, उपदेशे जनुनासिक इत् तस्य लोपः, दृश् योगत्वम् इति अवशिष्यते. अत्र आर्धधातुकस्य ड्वलादेः अपि च नेड्वशिकृति इत्याभ्यां तुमुन् प्रत्ययः इडनुकूलः. किन्तु दृश् धातुः अनुदात्तः इत्यस्मात् एका च उपदेशे अनुदात्तात् इत्यनेन इडागमः बाधितः. तर्हि दृश् योगः तुं भवति. अत्र दृश् इति अस्ति खलु, दृश् दृश् नाट् रेफ दृ. दृश् धातुः अनुदात्त इत्यस्मात् एका च उपदेशे अनुदात्तात् इत्यनेन इडागमः बाधितः. दृश् तुम् अत्र दृष्टुम् इत्यत्र सृजि दृश्योः झरि अम् अकिति इत्यनेन अमागमः भवति. एतत् स्पेसिफिक् सूत्रमस्ति. मिदचोत्यन्तात् परः इत्यनेन अन्तिमात् अचः परः परिभाषा कुत्र अमागमः भवति इति प्रश्ने अस्तु. अन्त्यात् अचः पर आगच्छति. अत्र ऋकारः अन्त्यः अचः अस्ति, तेन कारणेन ऋ अश तुम्. अत्र इको यणच् इत्यनेन ऋकारस्य रेफसंज्ञा भवति, रेफादेशः भवति, तत्रपि दृश् तुम् इति भवति. अत्र वृश्च भ्रश्च सृज मृजराजभ्राजाम् शः इत्यनेन दृश्य दृश् इत्यत्र यत् शक् मूर्धन्यशकारः अस्ति तत् तस्य न यत् तालव्यशकारः अस्ति तत् मूर्धन्यशकारः भवति दृष्टुमिति. ष्टुनाष्टुः इत्यनेन दृष्टुम् अत्र दृष्टुं योगः सु अव्ययाद् आप्सुपः इति प्रथमम् अस्ति. द्रष्टुम् इति पदं कृन्मेयजन्तः इत्यनेन अव्ययसंज्ञां अव्ययसंज्ञां प्राप्नोति. तत् पश्चात् सुप् योजनक्रिया आरप्स्यते. अत्र अव्ययाद् आप्सुपः इत्यनेन अव्ययात् परस्य आप् प्रत्ययस्य सुप् प्रत्ययस्य च लुक् भवति. द्रष्टुं द्रष्टुम् इति पदं निष्पन्न इति स्वयं सम्पूर्णमस्ति इति भाति. एतत् वक्तव्यं किल भगिनी, सर्वमस्ति अत्र एव. पूर्णचिन्तनं जातमस्ति, पूर्णचिन्तनं सम्यक्तया अत्र रचितमस्ति. दृष् तु मिदजो अन्त्यात् परः अत्र तु मित् मित् कस् कुत्र अस्ति तदेव आगमः कीदृश आगमः अस्ति तद् मित् अमागमः अवशिष्यते किन्तु मकारः मकारस्य लोपः भवति खलु तदे तेन कारणे तद् मित् अस्ति अस्तु अस्तु अस्तु अवगतं मिदशूचकः अमागमः अस्तु भगिनि अग्रे पठामि वा कियत्पर्यन्तं महोदय अत्र बोधितवान् अत्र अत्र पर्यन्तम् अभवत् परन्तु भगिनी पठतु सूत्रद्वयमपि पठामि ततः विरामः सृजिदृशोर् जल्यकम् जलि अम् अखिति सृजिधातोः च दृश् धातोः च अम् आगमो भवति कित् भिन्न जलादिप्रत्यये परे सृजिश्च दृशश्च तयोरितरेतरद्वन्द्वः सृजिदृशौ तयोः सृजिदृशोः न कित् अकित् नैन् तत्पुरुषः तस्मिन् अकिति सृजिदृशोः षष्ट्यन्तं जलिसप्तम्यन्तम् अं प्रथमान्तम् अकितिसप्तम्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं सृजिदृशोः अं जलि अकिति इति किन्तु अत्र अकिति इति कीदृशप्रतिषेधः इति एतद् परिदास इति भाति भगिनि यतोहि अकिति इति अस्ति न इति न इति नास्ति क्षमिता महोदय अत्र अं योजनेन अम् इत्यस्मात् पूर्वं दृश् अस्ति अत्र ऋकारः गुणसंज्ञा भवति वा किं भवति इत्युक्ते महोदय अत्र दृश् योगः अम् योगः तुम् इति अस्ति खलु तर्हि अमागमः कुत्र भवति एव अम् इति तत्र तत्र महोदयस्य प्रदर्श्यत् दोषाय अस्ति अम् इति आगमः दृश् अहम् अवगच्छामि अहम् अवगच्छामि अत्र दकार ऋकारस्य परम् अम् आगच्छति मकारः हलन्त्यम् इति सूत्रेण लोपः भवति अत्र दकारः ऋकारः गुणकार्यं भूत्वा ईर् आगच्छति तेन कारणे इद् दकारः ऋकारः अकारः मिलित्वा द्र आगच्छति गुणसन्धिः दर्श् भवेत् समीपं सविता इदानीम् अवगच्छामि समीपं समीपं समीपं खलु भगिनी प्रसज्य प्रतिषेधः इति उक्तम् अस्ति भगिनि अस्तु प्रसज्य प्रतिषेधः इत्युक्ते किम् आसीत् कित् भिन्न अन्यप्रत्ययः आवश्यकः इति खलु अत्र प्रसज्य प्रतिषेधः आदेश उपदेश अशिति इति अस्ति अशिति इति आमाम् इत्युक्ते तावदेव सामान्यप्रतिषेधः षित् न स्यात् इति तावदेव तथैव यद् कित् न स्यात् इति भ्रमात्मकं हा एकनिमिषं मम करपत्रं पुनः निष्कासितम् एकनिमिषं पुनः तर्हि सृजधातोः दृशधातोः जलि प्रत्यये परे जलादि प्रत्यये परे इत्युक्ते कित् मास्तु अन्य किमपि भवतु अत्र भवतु इति भाति इति सामान्यनिषेधः अस्ति अस्तु सामान्यकर्तृकेषु तुमुन् इति तत्तु अग्रे आयास्यते वा तत्तु कुत्र पठितं किं किं भगिनि सामान्यकर्तृकेषु तुमुन् समानकर्तृकेषु समानकर्तृकेषु तुमुन् तदपि पठतु भगिनि पठामि इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति समानकर्तृकेषु सप्तम्यन्तं तुमुन् प्रथमान्तं द्विपदमिदं सूत्रं कृदति इत्यस्मान् कृत् इत्यस्य अनुवृत्तिः इच्छार्थेषु लिङ् लटौ इत्यस्मात् लिङ् लोटौ इच्छार्थेषु इत्यस्य अनुवृत्तिः प्रत्ययः परश्च धातोः एतेषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः तुमुन् प्रत्ययः परश्च इच्छार्थेषु समानकर्तृकेषु देवदत्तः इच्छति भोक्तुं देवदत्तः कामयते भोक्तुं देवदत्तः वाञ्छति भोक्तुं देवदत्तः वष्टि भोक्तुं इति. तर्हि तुमुन् प्रत्ययस्य विधानं तु वयं तुमुन् उळौ क्रियायां किमा क्रियार्थायाम् इति पठितवन्तः खलु, इति तु वयं पठितवन्तः. तदनन्तरम् अस्य सूत्रस्य का वा प्रसक्तिः इत्युक्ते अत्र इच्छार्थेषु अपि भवति इति वा, केवलं क्रियार्थेषु इति न. केवलं क्रियार्थे नास्ति, अन्य अन्य अस्ति, इच्छति, कामयति, वाञ्छति, वष्टि इति. वष्टि इति कीदृशः शब्दः भगिनि, कीदृशः पदं द्रष्टव्यं भगिनि? वष्टि धातुकोशे गच्छति, वष्यति, वष्टि इति अस्ति अत्र, वशीकरोति इति सर्वत्र वश्यति आगच्छति खलु, तादृशं वा? तदेव मन्ये भगिनि, वशीकरोति इति इच्छा तत्र लाङ्गिङ्ग् इति भवति खलु तत्र. वशनं करोति, तस्य वशनं करोति, वशीकरोति इति वदामः खलु. अत्र वश् ईगर् डिसायरस् वशितुम् अस्तु अस्तु जाने नूतन धातु. तर्हि इच्छार्थे अपि भवति. तदनन्तरं समानकर्तृकेषु इत्यस्मिन् आं भगिनि, वश् वश् धातुः यत्र समानकर्तृकेषु इत्युक्ते अत्र देवदत्तः इच्छति भोक्तुम् इत्यस्मिन् देवदत्तः एव इच्छति, देवदत्तः एव भुजति अपि भोक्ति अपि खलु. भुज् धातोः अपि कर्ता देवदत्तः अस्ति, इच् धातोः अपि, इष् धातोः अपि कर्ता देवदत्तः अस्ति इति समानकर्तृकेषु इति. यदि अन्यकर्ता अस्ति चेत् तथा न आगच्छति. उभयोः धातोः समानकर्ता अस्ति इति कृत्वा तदा तादृश अवस्थायां किम् अस्ति समानकर्तृकेषु इति अत्र किम् अस्ति तादृशविवक्षायाम् इति विषयसप्तमी भवति खलु, तादृशविषयसप्तमी अस्ति. तादृशसन्दर्भे उपपदेषु धातोः तुमुन् प्रत्ययः भवति. इच्छार्थेषु धातुषु उपपदेषु इत्युक्ते यः अन्यपदम् अधुना तु इच्छार्थकधातुः यत् अस्ति तत्तु उपपदसंज्ञा भवति तस्य. तदनन्तरं तस्मात् तस्य पार्श्वे यत् अन्य अन्यथा उपस्थितिः भवति, अन्यधातोः उपस्थितिः यदा भवति तत्तु तस्य तुमुन् प्रत्ययः विधीयते इति. अस्तु, तर्हि तृच् प्रत्ययस्य नूळ् प्रत्ययस्य प्रथमं तु तृच् प्रत्ययस्य विषये पठितवन्तः, कर्तृर्थे भवति इति नूळ् तृचौ इति सूत्रेण, अनन्तरं कर्तरे कृत् इत्यनेन कर्तृर्थे भवति इति पठितवन्तः. अधुना नूळ् प्रत्ययः तु प्रत्ययस्य विधानम् उभय यत्र स्थानद्वये भवति, स्थलद्वये भवति. नूळ् तृचौ इति सूत्रेण नूळ् प्रत्ययस्य विधानं भवति, कर्तृर्थे कर्तरे कृत् इत्यनेन कर्तृर्थे भवति. अन्यथा तु तुमुन् अत्र नूळ् तुमुन् नूळौ क्रियायां क्रियार्थामयाम् इत्यनेन क्रियार्था क्रिया उपपदसंज्ञा भूत्वा यदा आगच्छति तदा तु भविष्यदर्थे यत् धातुः वर्तते तस्य तु नूळ् प्रत्ययः भवति. उदाहरणं लेखकः व्रजति इति इत्युक्ते लेखितुं व्रजति इति अर्थेन आगच्छति नूळ् प्रत्ययः. द्वितीय अंशः अस्ति. अनन्तरं तुमुन् प्रत्ययस्य अपि तादृशं विधानद्वयम् अस्ति. प्रथमविधानं तुमुन् नूळो क्रियायां क्रियार्थायाम् इत्यनेन क्रियार्था क्रिया उपपदम् पदसंज्ञां भूत्वा यदा आगच्छति तदा भविष्यदर्थे यः धातुः अस्ति तस्मात् परे तुमुन् प्रत्ययः भवति, पठितुं गच्छति, व्रजति इति. अन्यत् द्वितीयविधानं यत्र भवति इत्युक्ते अधुना समानकर्तृकेषु तुमुन् इति इत्युक्ते इच्छार्थेषु इति स्वीकर्तव्यम्, अनुवृत्तिः आगच्छति. तर्हि इच्छार्थेषु धातुषु समानकर्तृषु उपपदेषु, कुतः पुनः उपपदमेव अस्ति, नूतनधातुः यत् अस्ति तस्य तु तुमुन् प्रत्ययः भवति इति. समीचीनं, धन्यवादः भगिनी. धन्यवादः भगिनी. प्रश्नः न सन्ति खलु न विरमामः वा धन्यवादः धन्यवादः महोदय.